नमस्ते, हरि ओम्। तर्हि अद्यतनविषयः अस्ति दासोपाठे हल् सन्ति इति, तस्य अन्तिमभागः अस्ति। तर्हि स्थूलरीत्या दृष्टिः, अनन्तरम् अभ्यासः च। महोदय, सुखमन महोदय वदति वा, यत्र संयोगः भवति, क्षम्यतां, यत्र अपृक्तसंज्ञकप्रत्ययः भवति कार्यं किम् इति वाक्यद्वयम् उपयुज्य। अहं वदामि भगिनि, अपृक्त एकाल् प्रत्ययः इति सूत्रेण, यस्मिन् प्रत्यये एकाल् इत्युक्ते एकमेव वर्णः तिष्ठति, तस्य अपृक्तसंज्ञा प्राप्नोति निर अनुबन्धलोपानन्तरम्। अपि च यत्किमपि कार्यं भवति चेत् तदनन्तरम् एकालेव तिष्ठति चेत् तस्य तादृशप्रत्ययस्य अपृक्तसंज्ञा भवति। तादृश एकाल् प्रत्ययः, अपृक्तप्रत्ययः परे आसीत् चेत् हल्म्याभ्यो दीर्घा सतिस्य पृक्तं हल् इति सूत्रेण तत् प्रत्ययः लुप्यते। उदाहरणार्थं लङ्लकारे तिप् अपि च सिप् प्रत्ययद्वयोपि इतश्च इति सूत्रेण इकारस्य लोपः भवति, केवलं तकारः सकारः एव तिष्ठति, तत्तु एकाल्, अतः तयोः लोपः भवति। हल् ज्ञाभ्यो सुप्रक्तं हल् हलन्तमङ्गमस्ति चेत् दीर्घज्ञमन्तं दीर्घबन्तम् धन्यवादः महोदय। किं भगिनि, यत्र अन्ते पदान्ते कार्याणि सन्ति खलु, यत्र संयोगः भवति तस्मिन् विषये सूत्रत्रयं तस्य कृते, तस्मिन् विषये एकैकं वाक्यमपि वदति वा? अस्तु भगिनि, यत्र संयोगः भवति इत्युक्ते यत्र पदं भवति तत्र अन्ते संयोगः अस्ति चेत् पदान्तकार्यं भवति, संयोगान्तस्य लोपः अपि राक्षस्य इति सूत्रेण, अपि च स्कोः संयोगाद्योरन्ते च, सूत्रत्रयमपि पदान्ते एव भवति। संयोगान्तस्य लोपः अनेन तत्र अन्तिम व्यञ्जनस्य लोपः भवति। राक्षस्य इति सूत्रेण इदं सूत्रं नियमनसूत्रमस्ति, केवलं रेफस्य परे यदि सकारः भवति तर्हि सकारस्य एव लोपः भवति, न तु अन्यवर्णस्य इति। अपि च अन्यत् अस्ति स्कोः संयोगाद्योरन्ते च, यत्र संयोगः भवति तत्र प्रथमसदस्यः यदि सकारः वा ककारः वा भवति तर्हि तयोः सकारस्य वा ककारस्य लोपः भवति, न तु अन्तिमव्यञ्जनस्य इति सूत्रत्रयं संयोगान्तस्य। यदि पदान्तकार्यं नास्ति चेत् संयोगस्य एकं सूत्रम् अस्माभिः रालोपः सूत्रमस्ति षष्टमाध्याये, यत्र इदं तु सन्धिकार्यमस्ति। रालोपः कारणेन रेफस्य परे यदा यदि चकारः वा वकारः वा भवति तर्हि तयोः लोपः भवति इति। क्वि जलादिप्रत्ययः नो चेत् अनुनासिकप्रत्ययः, त्रीणि निमित्तानि। धन्यवादः भगिनि। तर्हि अग्रे गत्वा अग्रे सुब्रह्मण्यं महोदय वदति वा, यत्र कवर्गीयधातूनां स्थितिः का इति, कवर्गान्तधातूनां स्थितिः का इति, कवर्गान्तधातूनां च वर्गान्तधातूनां, कवर्गान्तधातुः अस्ति चेत् तत्र केवलं यदा प्रत्ययस्य लोपः भवति, इदानीं तु क पदस्य अन्ते अस्ति, अतः अत्र झलां झषन्ते इत्यनेन ककारस्य गकारः भवति, अपि च पदान्ते अस्ति अतः अत्र इदानीम् अत्र वावसाने इत्यनेन अत्र यदि अवसानावस्थायाम् अस्ति तर्हि अत्र वावसाने इत्यनेन विकल्पेन ककारः गकारः ककारः भवति, अतः अत्र रूपद्वयम्, एकमस्ति गकारः अन्ते भवति, अन्यमस्ति ककारः अन्ते भवति. कवर्गीय कवर्गीयव्यञ्जनम् अन्ते अस्ति चेत् अत्र ककारः वा गकारः वा प्रान्ते भवति, यदा तप्रत्ययः वा सप्रत्ययः तदनन्तरम् अस्ति चेत्. द्वितीयमत्र चवर्गीयधातूनां कृते पदान्ते चवर्गस्य वर्णः धातोः अन्ते अस्ति चेत् इदानीमत्र किं भवति, अत्र विषयः तु तप्रत्ययः वा सप्रत्ययः वा, अतः अत्र पदान्ते चवर्गीय व्यञ्जनम् अस्ति चेत् अत्र चोः कुः इत्यनेन चवर्गीयव्यञ्जनस्य स्थाने कवर्गीयव्यञ्जनं प्रथमम् आगच्छति. अनन्तरमत्र इदानीं पदान्ते अस्ति, अतः झलां झेषोऽन्ते इत्यनेन यदि अत्र कोऽपि कवर्गीयव्यञ्जनस्य स्थाने गकारः आगच्छति, अनन्तरमत्र वावसाने इत्यनेन गकारस्य स्थाने ककारः आगच्छति. अतः अत्र रूपद्वयं, यथा वयं कवर्गान्त धातुः दृष्टवन्तः तदा एव चकारः चवर्गीयव्यञ्जनम् अस्ति चेत् तथा एव भवति. परन्तु अत्र एकं सूत्रमस्ति, अत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राजच्छशांश इति. अत्र किं भवति इत्युक्ते अत्र एतेषां धातूनां अत्र अन्ते यः चकारः वा जकारः वा अस्ति तस्य स्थाने षकारादेशः भवति प्रथमम्. अपि च यदि अत्र अत्र छकारः वा षकारः वा अन्ते अस्ति चेदपि षकारः आदेशः भवति. यथा तथा भवति षकारः, तदनन्तरम् अत्र पदान्ते षकारः अस्ति इदानीम्, अतः जलां जशोन्ते इत्यनेन षकारस्य स्थाने डकारः, अपि च वावसाने इत्यनेन विकल्पेन डकारस्य स्थाने टकारः. अत्र चोः कुः आरभ्य अत्र वर्गीयव्यञ्जनानां संयोगकार्याणि पश्यामः सूत्राणि, तत्र तु जलि पदान्ते इति निमित्तद्वयमपि पदान्ते कपि कार्यं भवति, अनन्तरं जलिपरे इति समानकः इत्यस्यपि जलि पदान्ते, अनन्तरं वृष वृष इत्यस्यपि जलि पदान्ते महोदय. अत्र वदति महोदय उक्तवान् हल्याभ्यो दीर्घसूत्रस्य प्रथमल् इत्यनेन लङ्लकारस्य प्रत्ययस्य लोपः भवति, लोपः भूत्वा धातुः एव पदं भवति इति, तर्हि तद् कथम् इति वदति, कथम् इति वदति वा धातुः कथं पदं भवितुम् अर्हति इति? पदं भवितुम् अर्हति महोदय, पदमेव सकारस्य लोप यद्यपि लोपं भवति प्रत्ययलोपे प्रत्ययलक्षणम् इति तिष्ठति अत्र, अतः इति तिङ्गन्तपदं सुप्तिङ्गन्तपदं महोदय. धन्यवादः चत्वारि कार्याणि भवन्ति अत्र. अकारस्य प्रथमसूत्रेण होडः इति सूत्रेण अकारस्य स्थाने डकार आदेशः, अत्रापि जलि पदान्ते च इति सूत्रेण दण् डकारम् आगच्छति चेत् उदाहरणार्थम् अदृनेहृदि योगः अतः हल्याभ्यः दीर्घात् सुदृश्य प्रयुक्तमलिसूत्रेण लोपः भवति, अनन्तरम् अदृनेह होडः इति नेड् इति भवति. महोदय अत्र सन्देहः अस्ति, अत्रापि जलान्त्यस्य जलां दृशन्ते सूत्रं कार्यं करोति वा न वा महोदय? सत्यम्, आमां सत्यं, सर्वत्र जलां दृश्यते, अनन्तरं वावसाने इत्यनेन चतुर्थीडकारः अस्ति, अत्र जलां दृश्यते इत्यनेन तृतीयडकारः अदृनेड् इति, अनन्तरं वावसाने इत्यनेन कवर्गः प्रथमकवर्गः सारि प्रथमटकारः अत्र नेट् इति रूपं भवति महोदय. देन् अनन्तरं दादेयधातोः इति रूपेण यत्र तृतीयदकारः अस्ति चेत् अकारस्य पूर्वम् अत्र गकारः अकारस्य स्थाने गकारः आदेशः भवति, अत्रापि निमित्तं जली पदन्ति महोदय. अत्रापि उदाहरणं दोह् दुह् इति धातु अत्र पुगन्धल उपदेशित्वेन दोह् इति लङ्लकारे अधौ योगः त लोपं भवति, अत्र अधोग् इति हकारस्य स्थाने गकार आदेश अधोग्. अनन्तरं एकाच बसो बसि सूत्रेण चतुर्थदकारः भवति तृतीयदकारस्य स्थाने, अतः अद्योग् इति रूपं भवति महोदय. तर्हि पूर्वसूत्रं बलवत् भवति चेत् एकाचो वशवशति तु अनन्तरं भवति खलु, तर्हि प्रथमम् अत्र दातु गः इत्यनेन गकारादेशः प्रथमं भवति, तर्हि अकारः तृतीयदकारः द, अनन्तरं दोह् दोम् इति तृतीयम् अन्ते अपि गकारः भवति, तदनन्तरं सः एकाचो वशोभशति इति कार्यं भूत्वा अधोग् इति भवति. अनन्तरं किं भवति? धन्यवादः. अनन्तरं जलां जसन्ति इति सूत्रेण तृतीयदकार गकारः आगच्छ अधोग् तन् वावसाने इत्यनेन प्रथम तकारः अत्तोक् ककारः अत्तोक् इति तन् तृतीयसूत्रं दृक् मुह् स्नुक् स्निक् एतेषां धातूनाम् अकारस्य स्थाने अत्रापि ककारः आगच्छति, विकल्पेन ककारः आगच्छति, विकल्पेन याम् आं विकल्पेन पदा अत्रापि निमित्तं जली पदान्ते अकारस्य स्थाने ककारस्य स्थाने गकारः आगच्छति, तृतीय जलां जसन्ते इति सूत्रेण अधोग् इति सारि चतुर्थदकारः अस्ति एकाचो बसो बसि इति सूत्रेण चतुर्थदकारः अपि आगच्छति अधो अस्ति चेत् निमित्तमस्ति चेत् नो चेत् तद् न कार्यं करोति अहं निमित्तमस्ति चेत् अथवा निमित्तमस्ति चेत् अधोग् देन् होडः इति सूत्रेण अत्र गकारस्य स्थाने हकारस्य स्थाने डकारमपि भवति, अत्रापि जलां दृश्यन्ते वावसने इति सूत्राण्यपि कार्यं करोति महोदय. तर्हि अधोद्रोक् इति कवर्गस्य अन्तं भवति, अनन्तरं अधोद्रोड् अधोद्रोट् इति तकारः चत्वारि रूपाणि. धन्यवादः. चत्वारि रूपाणि नख् धातु अत्र व्यापारस्य स्थाने दकारः भवति, अत्रापि निमित्तं जली पदन्ते महोदय. उदाहरणार्थं महोदय अत्र नख् धातुः एव कार्यं, नख् धातुः नख् धातु विशिष्टसूत्रम् अकारस्य स्थाने दकारः एव आगच्छति, अननः योगतः अननः योग अननग् इति रूपं भवति महोदय. तदनन्तरं अनन्तरं जलां जसन्ते इति सूत्रेण तृतीयदकारः अस्ति अनोनोद् देन् वावसाने इति सूत्रेण अननत् इति अनुनक् अनुनक् इति महोदय. तर्हि कोढः सामान्यतः विशिष्टस्थाने दादे धातु गः वा दृहं नृहक्ष्णीथाम् इति सूत्रम्, अनन्तरं नहोदः इति सूत्रम्. धन्यवादः. रामप्रिय भगिनी अग्रे वदति वा बष्पावः? आं भगिनि, एकाचो बशो वश्चषन्तस्य स्तोः इति सूत्रम्. अत्र एक एव अच् धातोः अवयवे एक एव अच् जषन्तः, अनन्तरं बष् अस्ति चेत् तद् बष् बष् भवति, बषादेशः भवति. निमित्तमस्ति सकारादिप्रत्यये परे द्वशब्दपरे पदान्ते च इति. तत्र उदाहरणमस्ति अधोः इति, प्रथमं यदा हल्म्याभ्यो दीर्घाच्युतिस्य प्रत्तं हल् इति सूत्रेण तकारस्य लोपः भवति, अधोः इति पदसंज्ञा प्राप्नोति. अनन्तरं दकारादि हकारान्तधातुः अस्ति, अतः दादेर्धातोर्गः इति सूत्रेण हकारस्य स्थाने गकारादेशः भवति, अधोग् इति भवति. इदानीम् एकाचो बशो बश् जषन्तस्य स्तोः इति सूत्रस्य प्रसक्तिः अस्ति. अधोग् इति पदे एकः अच् अस्ति ओ इति. अनन्तरं जषन्त धातुः घ इति जषन्तधातुः अस्ति, बष् आदि अस्ति, दकारः बष् आदि अस्ति, अतः बषः स्थाने बषादेशः भवति. इत्युक्ते तृतीयदकारस्य स्थाने चतुर्थदकारः आदेशः भवति, अधोग् इति रूपं निष्पन्नं भवति. अन्तिमरूपं अधोग् इति इदानीं तृतीयसोपानस्य कार्यं जलां जशोन्ति कृत्वा अधोग् इत्यस्य चतुर्थघकारस्य स्थाने घ आगच्छति, तृतीयघकारः अधोग् वा अवसाने इति विकल्पेन प्रथम ख अधोक् अधोग् अतो अधोक् क्षम्यतां विद्या भगिनी वदति वा तकारः तकारः अस्तु, यत्र तकारः अन्ते अस्ति पदान्ते तकारः, तत्र सामान्य जलां जशोन्ते कार्यं करोति. जलां जशोन्ते इत्यनेन वर्गस्य तृतीयवर्णः आदेशः भवति. अनन्तरं वावसाने इत्यनेन चर्त्वमपि भवति. अनन्तरं यदि सिपि परे अस्ति चेत् तत्र सिपि परे अस्ति चेत् यदि जष्त्वं प्रथमं जष्त्वं भवति दकार यदि तवर्गस्य तृतीयवर्णः दकारः आगच्छति तर्हि सिपि परे तत्र दश्च इति सूत्रम् आगच्छति. यदि तत्र धातुः अपि पदान्ते अस्ति चेत् तत्र दकारस्य विकल्पेन रु आदेशः भवति. यदि उदाहरणं स्वीकुर्मः चेत् अरुणद् इति अस्ति, तत्र दकारः अन्ते अस्ति, तत्र तृतीयवर्णः दकारः जलां जशोन्ते इत्यनेन दकारः आगच्छति अरुणद्. अनन्तरं वा अवसाने इत्यनेन अरुणत् अथवा अरुणद् इति द्वे रूपं भवति. तिपि परे सिपि परे तु त्रीणि रूपाणि भवन्ति. अरुणद् इति अस्ति, तत्र प्रथमं जलां जशोन्ते इत्यनेन अरुणद् इति भवति. अनन्तरम् इदानीम् अन्ते दकारः अस्ति धातुपदान्ते इति कृत्वा विकल्पेन दकारस्य स्थाने रु आगच्छति. अनन्तरं तत्र उपदेशे अजन्नासिक इत्यनेन उकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन उकारः लोपः, तत्र रेपः अन्ते करवसानयो विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गः, अरुणः इति एकरूपम्, अपि च अरुणद् जलां जश्नोति इत्यनेन अरुणद्, अपि च वावसाने इत्यनेन अरुणद् इति कृत्वा त्रीणि रूपाणि. पकारान्तधातूनां का स्थितिः इति, का स्थितिः इति पुष्पभगिनी अत्र पवर्गान्त, एकनिमिष भगिनि, पकारान्त पवर्गधातु अलालब् तत्तु, तत्तु वर्ग विवरणं करोमि. अत्र जस्त्वे बकारादेशः, तत्तु अलालब् यथा अलालब् जस्त्वं जलां जश्रन्ते इत्यनेन अलालब् आयाति. मूर्धन्य बकारस्य किं वदति, बकारस्य मूर्धन्य नास्ति चेत् किम् अस्ति भगिनि, मूर्धन्य नास्ति चेत् बकारः प्रथमं दृष्ट्वा अनन्तरं चर्त्वा, न न न न बकारस्य भातु बकार आयाति न, अल्पप्राण अल्पप्राण बकारः आयाति जलां जश्रन्ते इत्यनेन अलालब् इति अस्ति. चर्त्वम् आयाति तत्तु वावसाने इत्यनेन अलालप् पकारः आयाति, अलालप् पकारः मकारान्तदातुः किं किम् एक पदान्त किं अत्र सरला भगिनी वदति वा, पावर्गस्य एव मकारान्तदातुः अस्ति चेत् मकारान्तधातु तस्य प्रथमं धातु तस्य तकार वा सकार आगच्छति तस्य हलाङ्गभ्यति का सूत्रस्य प्रथमं हल् इत्यनेन तस्य हलस्य लोपः भवति. तदनन्तरं मकारान्तपदान्ते अस्ति सो मोनोः इति सूत्रेण पदस्य अन्ते एव एतत् कार्यमस्ति, जली पदान्ते इति नास्ति, केवलं पदस्य अन्ते एव, केवलं पदान्तस्य अन्ते अस्ति मोनोधातुः इति. सर्वदा पदान्ते मकारान्तधातु धातूनां नकारादेशः भवति. भगिनि अनुनासिकानां विषये केवलं मकारान्तधातवः एव किञ्चित् विशिष्टकार्यमस्ति, अन्य अनुनासिकपद वर्णाः सन्ति चेत् तत्र किमपि कार्यं न भवति इति. कार्यं न भवति इति महोदयेन उक्तं, किन्तु अधुना महोदय पृष्टवान् तर्हि मम संशयः भवति किमर्थं तोहोकुः इति ण्यकारस्य किमर्थं स्वीकरणं न स्यात् इति, नकारः किमर्थं भवति वा इति तत् पृच्छामः, महोदयं पृच्छामः. यदि चोहोकुः इति सूत्रेण सूत्रे किमपि उक्तं वा ण्यकारं विना इति? हा हा, सूत्रे किमपि न उक्तं. चोहोकुः इति सूत्रस्य ण्यकारः अन्ते अस्ति चेत् फलितार्थं किं भवति इति मया पृष्टम्. ङकारादेशः भवति इति महोदयेन अत्र उक्तं, तर्हि स्पष्टीकुर्मः अहं महोदय भगिनि अत्र दत्तमस्ति ङकार ङकार कोऽपि धातु नास्ति अस्य अन्तिमवर्णकार ङकार वा स्यात् किमपि नास्ति किमपि नास्ति अत्र अन्तिम तादृश धातुः नास्ति इति एतदेव इत्येव वदत् महोदय वदत् नकारान्तरकारान्तधातुना अपि को कार्यं न भवति यथावत् पृच्छति धन्यवादः केवलं मकारस्य नो नकार भवति भगिनी अग्रे वदति वा भगिनी वदति वा जलानुदशन्ते इति दृष्ट्वा कार्यं किमपि किं मकारः मकारस्य पदान्ते झल् स्थाने दशादेशः भवति कोऽपि मनस्यात् झल् प्रत्याहारे सर्वे अननुनासिक व्यञ्जनानि आगच्छन्ति तस्य झल् स्थाने चषादेश चष् अस्ति वर्गस्य तृतीयसदस्या जबगदद स्थाने अन्तर्थम् इति सूत्रेण जल् स्थाने तस्य वर्गस्य वर्गीयव्यञ्जनस्य तृतीयव्यञ्जन आदेशः भवति इति अस्ति छलाञ्चशोते सदैव तस्य निमित्तमस्ति पदान्ते कार्यं करोति वावसाने तु अवसाने जलः विकल्पेन चर् आदेशः भवति सूत्रं पूर्णवत् वदामि अनुवृत्तिसहितसूत्रम् अवसाने जलां चरो वा विकल्पेन वैकल्पेन भवति चर जलां चरायाति चरः प्रत्याहारः वर्गीयव्यञ्जनानां प्रथम वर्णः अस्ति खलु वर्णः आयाति धन्यवादः भगिनि अनन्तरं यदि शकारान्त धातुः अस्ति चेत् किं भवति इति धातुः अस्ति चेत् तत्र विशेषकार्यं किमपि नास्ति जस्त्वे डकारादेशः भवति विकल्पेन चर्त्वे चर्त्वे विकल्पेन टकारादेशः भवति शकारस्य उच्चारणस्थानं मूर्धा अतः तत्र टवर्गीय आदेशः एव भवति डकारः एव तस्य तस्मिन् स्थाने आगच्छति उदाहरणार्थं यथा अद्वेष् इति धातुः इति पदं जष्ट्वं भूत्वा अद्वेड् इति रूपं प्राप्नोति विकल्पेन चर्त्वं भूत्वा अद्वेट् इति रूपमपि प्राप्नोति अत्र शकारान्तः चेत् शकारान्तधातुः अस्ति चेत् ब्रश्च ब्रश्च सृज मृज यज राज भ्राजश्चषाम् इति तत्र शकार चषाम् इति तत्र चकारः वा शकारः वा अन्ते अस्ति चेत् शकारः तस्य स्थाने शकारादेशः भवति तदनन्तरं जष्ट्वं भूत्वा डकारादेशः भवति चत्वं भूत्वा विकल्पेन टकारादेशः भवति उदाहरणार्थम् अवश् इति पदं स्वीकुर्मश्चेत् ब्रश्च ब्रश्च इति सूत्रेण अवश् इति रूपं प्राप्नोति जष्ट्वं भूत्वा अवड् इति रूपं चत्वं भूत्वा विकल्पेन अवट् इति रूपम् तत्र किम् अस्ति सकारात् दन्त्यसकारः अस्ति चेत् कः विषयः वदति वा भगिनि किं भगिनि आं महोदय यदि सकारान्तधातुः अस्ति चेत् तत्र विशिष्टसूत्रम् अस्ति सामान्यसूत्रं तिप्यनस्तेः इति कारणेन सकारान्त सकारस्य स्थाने दकारादेशः भवति अस् धातोः कृते न भवति इति तर्हि अन्यत्र सर्वत्र सकारस्य स्थाने दकारादेशः भवति टिपि परे इति. तदनन्तरं यत् दकारः आगच्छति तत्र जलाञ्जशौन्त्यकारणेन पुनः दकारः एव तिष्ठति. वावसाने कारणेन दकारस्य स्थाने तकारः आयाति. इदं तु सामान्य सूत्रं सामान्यकारणं सामान्य कार्यमस्ति. परन्तु यदि सिपि परे अस्ति चेत् तत्र विकल्पेन ऋत्वकार्यं भवति, ऋत्वं भवति. तर्हि विकल्पेन ऋत्वादेशः भूत्वा तदनन्तरं लोपानन्तरम् उपदेशे अजनुनासिकः हलन्त्यमिति कारणे तस्य लोपः कारणेन केवलं रेफः तिष्ठति. तर्हि मध्यमपुरुष एकवचने अचकास् यदि वयं उदाहरणेन वदामि पुनः अचकास् इति स्वीकुर्मः चेत् अचकास् योगः तिपि परे तकारः लङ्लकारे तकारस्य लोपानन्तरम् अचकास् इति तिष्ठति. इदानीं सकारस्य स्थाने दकारादेशः तिप्यनस्तेः अनेन तर्हि उदाहरणं न उक्तवती इति कारणेन पुनः तर्हि सकारस्य स्थाने दकारः आगत्य तत्र अचकादिति भवति. पुनः अत्र जलाञ्जशन्ति वक्तव्यं वा? आम् भगिनि, तत् भवति इति महोदय. रूपं समानं परन्तु जष्ट्वेन तत्र अचकादिति तिष्ठति. तदनन्तरं वावसाने कारणेन दकारस्य स्थाने चरादेशः भूत्वा अचकात् इति रूपं भवति. तर्हि प्रथमपुरुष एकवचने रूपद्वयं भवति, अचकात् अपि अचकात् इति. परन्तु मध्यमपुरुष एकवचने यदा सिपि परे आगच्छति तर्हि विशिष्टसूत्रमस्ति सिपि धातोरुर्वा इति कारणेन विकल्पेन तत्र ऋत्वम् आदेशः ऋ आदेशः भवति. तर्हि तत्र अचकास् योगः सकारस्य स्थाने रुः इति रेफः एव तिष्ठति अचकार इति. तदनन्तरं ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः कारणेन तत्र विसर्गः आयाति. तर्हि ससजुषोरुः इत्युक्ते कार्यमस्ति वा तत्र? एकनिमिषम्, अचकाश् अचकार इति भवति, ससजुषोरुः न, क्षम्यताम्. ऋत्वस्य आगमनं तदेव प्रभाते इति विशिष्टकार्यम्. आम् आं, दोषः अभवत् तत्. तर्हि तत्र केवलम् अवसानयोर्विसर्जनीयः कारणेन तत्र अचकाः इति रूपम् आयाति. तर्हि मध्यमपुरुषे एकवचने त्रीणि रूपाणि, यथा वयं तिपि दृष्टवन्तः तथैव अचकाद् अपि च अचकात् जष्ट्वं च. केन सूत्रेण? तत्र तु जलां जष्वन्ते अपि च वा अवसाने कारणेन अचकात् अचकात् इति. तदनन्तरं सिपि धातुरुर्वा कारणेन अचकाः इति. तर्हि त्रीणि रूपाणि भवन्ति अत्र. तर्हि ससजुषोरुः इति सामान्यकार्यमस्ति, पदान्तकार्यं. तद् प्रभाद्य तिपि परे तिप्यनस्ति इति विशिष्टकार्यं, सिपि परे सिपि धातुरुर्वा इति पुनः विशिष्टकार्यम् इति. विसर्जनीयः तत्तु कार्यं करोति न? तद् भगिनी उक्तवती खलु अचकात् इति. ससजुषुरो कुत्र कार्यं करोति? पदान्ते कार्यं करोति, किन्तु सिति परे न भवति, धातोः सिति परे. केवलम् उदाहरणार्थं यत्र यत्र रामस्योगः, क्षम्यताम्, अपवादः, ससजुषोरुः अपवादः. सिपि धातो द्रुर्वा तत्तु ससजुषोरु स्वीकरोतु. मनस् मनस् मनस् इति मनस् इति प्रातिपदिकं. मनस् इति पदान् मनस् योगः सुप्रत्ययः, प्रथमविभक्त्यां सुप् प्रत्ययः अस्ति, सुप्तिङन्तं पदं खलु, तर्हि सुप् इत्यस्य सकारस्य अकृतसंज्ञा इति कृत्वा सकारस्य लोपः भवति, तर्हि तत्र तु मनस् इति पदान्तसकारः इति कृत्वा सचशुरुः इत्येतेन ऋत्वम् आयाति, तर्हि मनः इति प्रथमविभक्तिरूपम्. अत्र सशिशुरुः कार्यं कर्तुम् इच्छति किन्तु तद् प्रभाद्यतप्यनस्तिः कार्यं करोति. प्रसक्तिः अस्ति, प्राप्तिः नास्ति. भगिनी एकः प्रश्नः अस्ति, सकारान्तधातु यदि तिप्पिपरे अस्ति तृप्यनस्ते इति सूत्रेण दकारं भवति, तदनन्तरं दश्च सूत्रं कार्यं न करोति यदि सकारपरे नास्ति, तिप्पिपरे नास्ति. दश्च इति सूत्रं दकारान्तधातूनां कृते कार्यं समानं, ऋत्व आदेश ऋत्वस्तेः इत्यनेन दकारः भवति सकारस्य स्थाने, तिपिधातुरुर्व इत्यनेन सकारान्तधातूनां रु आदेशः भवति विकल्पेन. दश इति सूत्रं वदति दकारान्तधातूनां, यदि अचकात् भवति तत् इदानीं दकारान्तधातु न भवति, तत् दकारान्तधातु ओ तद् धातु धातुसंज्ञा अस्ति, धातुसंज्ञा न तिष्ठति खलु, अपगच्छति खलु, पदसंज्ञा भवति. द्वयमपि तिष्ठति वा इति प्रश्नः भगिनि, धातुसंज्ञा अपि भवति अपि च पदसंज्ञा द्वे धातुसंज्ञा अस्ति, तर्हि दश्च इति सूत्रस्य प्रसक्तिः अस्ति इति भवति इति भवती वदति वा? तथा कुर्मः चेत् अनेके रूपाणि भवन्ति खलु, महोदय मम प्रष्टव्यं परन्तु दश इति सूत्रेण परे निमित्तमस्ति दश्च अपि तस्य तर्हि सम्मानस्य यथा सिपि रुवा धातो सिपि रुवा तर्हि सर्वेषां यत्र दष्टं भूत्वा दकारः भवति सर्वेषां दकारान्तधातूनां तर्हि दश इत्यनेन पुनः रु आदेशः भवति खलु, तथा न वयं तथा न दृष्टवन्तः. उदाहरणार्थम् एकनिमिषं पश्यामः, अत्र जुहोत्यादिगणे हलन्तधातूनाम् इति पश्यामः चेत् पुष्पादि महोदयः करोतु, पुस्तकं पश्यामः चेत् प्राप्नुमः. सूत्रसङ्ख्या एकनिमिषं तदेव किमपि दकारान्त जुहोत्यादिगणधातुः अस्ति चेत् द्रष्टुं शक्नुमः. सकारकावर्गीयस्य चतुर्वर्गस्य वर्गान्तदातुः जुहोत्यादिगणे अस्ति चेत् द्रष्टुं शक्नुमः. किमर्थं जुहोत्यादि एव भगिनि? तर्हि विकरणप्रत्ययः न आयाति खलु, रुदादिगणे अस्ति, तर्हि अदादिगणे अदादिगणे अपि राम भगिनि विद् तु अदादिगणे अस्ति, दकारान्तदातु पुटसङ्ख्या का इति धातुः अस्ति अद् धातुः, तर्हि अदत् इति भिन्नकार्यम् इति मन्ये अदद् भगिनि अदद् आम् एकनिमिषम् अद् इति धातुः भगिनि विद् इति धातुः वयं ह्यः दृष्टवन्तः, तत्र दश्च इति सूत्रस्य प्रसक्तिः एव नास्ति इति, अवेद् इति एव रूपम्, अवेत् इति वैकल्पिकरूपम्. ते अपि दत्तमस्ति. आं तर्हि सिटि परे एव तदस्ति. विद्युधातोः आवेः इति दकारान्तर्धातुः अस्ति, किन्तु अन्येषां दकारान्तर्धातूनां यत्र यत्र दकारः भवति तेषां कृते विद्युद्धातुः दकारान्तर्धातुः अस्ति चेत् खलु निश्चयेन दर्शयति तस्य कार्यं भवति. किन्तु यत्र अवेः इति रूपं सकारान्तं वा दकारान्तं वा अस्ति चेत् तस्य ओ तस्य किमपि अत्र सकारान्तदातुं द्रष्टव्यं वा? भगिनी अदादिगणे सस् सस् इति धातु अस्ति, तत्तु सकारान्त अस्ति खलु. सकारान्त तत्तु दकारः भवति सिपि धातोरूर्वा जलां जशोन्ते इत्यनेन दकारः भवति. किन्तु पुनः एकं रूपं प्राप्तं खलु ऋत्वस्य, तर्हि पुनः तदेव रूपं वयं न वक्तुं शक्नुमः. अतः एव दश पुनः आगच्छति चेत् अपि तदेव रूपं भवति इति कृत्वा भवति. तस्य कृते महोदय अत्र सूत्रमेकं लिखितवान् खलु, तत्र केनापि कारणेन तादृशम् एकमेव रूपम् आयाति चेत् पुनः द्वितीयरूपं न स्वीकुर्मः इति मन्ये. अत्र यद्यपि प्रसक्तिः अस्ति परन्तु समानरूपमेव भवति इति कृत्वा तत्र कोऽपि महत्त्वं नास्ति. अस्माभिः सम्यक्तया ज्ञातुं न शक्नुमः तत्र, तदर्थमेव भिन्न धातोः अन्वेषणं करोमि. पूर्णे अग्रे दृष्ट्वा वदामि नो चेत् अत्र आं भगिनि अत्र समयस्य अस्तु भगिनि, अस्य प्रश्नः आगच्छति मम मनसि. सम्यक् समीचीनप्रश्नमिदम् पश्यामः भगिनि. आमां तर्हि अग्रे अहम् एतद् पठति वा अत्र सावर्गधातूनां कृते इति अत्र प्रश्नः उदेति इति अस्माकं गतसप्ताहस्य प्रश्नस्य उत्तरं महोदय अत्र दत्तवान्. न अत्र प्रश्नः उदेति इति सावर्गान्तधातु इति भागः अस्ति खलु, अतः प्रश्नः उदेति किं वदति न अतः प्रश्न अत्र प्रश्नः उदेति यया रीत्या भू योगः शप् अहं वदामि पठामि. भव इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुद् योगः श्नम् अरुणद् इत्यस्य धातुसंज्ञा अपि न स्यात् किल. अत्र तन्मध्ये पतितस्तग्रहणेन गृह्यते इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम् इति कृत्वा धातुसंज्ञा भवति एव. अरुणद् अरुणद् तत्तु कुत्र अस्ति? आम् अरुणद् तत्र नकारः आयाति न मध्ये नकारः अस्ति चेदपि धातुः इति स्वीकुर्मः खलु, यद्यपि श्नम् तु प्रत्ययः श्नम् किं दातु श्नम् रुदादि रुदादि दातुः रुदादिकणे श्नम् इति भरतप्रत्ययः न आयाति तथापि मध्ये आयाति इति कृत्वा धातुसंज्ञा धातुसंज्ञा भवति. तत्तु धातुसंज्ञा अस्ति चेत् पदस्य इत्यनेन कार्यं करोति, धातुसंज्ञा अपि करोति पदस्य. न न न अत्र पदस्य अन्त अस्ति न अरुण धातुसंज्ञा अस्ति तथापि जष्ट्वं चर्त्वं अत्र दकारादेशः जष्टे दकारादेशः तत्तु अरुणद् आयाति वावसाने इत्यनेन अरुणत् इति सिपि इति आयाति सिपिवारुत्वं तत्तु स्थने अरुणः अरुणः तत्तु दर्श इति सूत्रेण अत्र महोदयेनैव अत्र उक्तमस्ति. अत्र अत्र प्रश्नः उदेति इति न न दष्टसूत्रं नास्ति भगिनी, अरुणः दष्टसूत्रं नास्ति. एकनिमिषम् एकनिमिषम् अत्र पठति वा दर्श इति सूत्रे अन्तिमभागः पठति वा प्रश्नः उदेति यद् दश इति अस्माकं प्रश्नसूत्रम् अत्र प्रश्नः उदेति यत् दश इति सूत्रेण औपदेशिकधातु एव इष्यते किं वस्तुतः तु सूत्रे तथा किमपि न उक्तं. यत्र यत्र धातुसंज्ञा अस्ति तत्र तत्र स च धातुः दकारान्तोपि पदमपि इति चेत् सिपि परे विकल्पेन रुत्वादेशः भवति. यथा रुदादिगणस्य रुद्धातुः लङि अरुणद् योगः सिप् सिपः लोपः अरुणद् धातुसंज्ञा अस्ति पदसंज्ञा अस्ति जष्ट्वं कृत्वा अरुणद् धातुसंज्ञा अधुना अपि अस्ति पदसंज्ञा अधुनापि अस्ति दश्च इति सूत्रेण दश्च इति सूत्रेण अरुणः आयाति. अहं ततं तद् सिपिपरे एव सिपिपरे एव इति सूत्रेण विकल्पेन ऋत्वम् अरुणः तद् वर्गे न अहं न तर्हि अस्माकं प्रश्नस्य उत्तरं प्राप्तं खलु. अहमपि पूर्वं तद् किं मनसि न स्पष्टतया न मम मनसि नासीत् किन्तु अधुना यदा पृष्टवती तर्हि कुत्रचित् गतसप्ताहे पठितवन्तः किन्तु मनसि तत् तस्य तु विलिख्य न तिष्ठति खलु केचन अंशाः अधुना स्पष्टं. सकारान्तदातवः सन्ति चेत् दश्च कार्यं करोति, सकारान्तदातुः अस्ति चेत् अपि यदि दकारः भवति जष्ट्वेन सकारान्तदातु सकारान्तदातुः अस्ति चेत् तत्र तु सिपि धातुरुर्वा प्रायः स्यात् यथा भगिनी उक्तवती पुनः दश इति आगत्य समानुरूपम् आयाति इति. तर्हि केन सूत्रेण तत्र रूपं वक्तव्यं दश्च वा सिपि धातुरुर्वा? सिपि धातुरुर्व बलवद् भवति खलु इति सूत्रसङ्ख्या नास्ति, कार्यं तु भिन्नपक्षः अस्ति खलु भिन्नपक्षे उभयत्र समानरूपम् उभयत्र आयाति इति वक्तुं शक्यते तावदेव. पक्षद्वयं पक्षत्रयं भवति खलु पक्ष तेषु पक्षद्वयस्य अपि अरुणः इति रूपमायाति इति वक्तुं शक्नुमः, ऋतुमायाति इति वक्तुं शक्नुमः. तर्हि अग्रे गच्छेम. अभ्यासः खलु भगिनी, तत् पूर्वं समग्रचिन्तनार्थम् एतद् अहं पृच्छामि. झल् अन्ते अस्ति चेत् किं भवति, तस्य अपवादः अपि के इति वयं दृष्टवन्तः. अपि च अनुनासिकविषये नकारः वा ङकारः तादृशपदान्ते नास्ति इति दृष्टम्. अपि च नकारः नकारः अस्ति चेत् किमपि न भवति, मकारः अस्ति चेत् तस्य नकारः नकारादेशः भवति इति इत्यपि दृष्टम्. अवशिष्टं तु य व र ल इत्येव हलन्तानां तत्र किं भवति चेत् यकारः भवति चेत् किमपि कार्यं नास्ति. तद् पूर्वं प्रथम पङ्क्तिं पठति वा महोदय, अस्माकं पाठस्य प्रथमपङ्क्तिं? हा पठामि भगिनि. केवलं वर्णं मेलनं भवति तत्र यर् पुनः महोदय तदेव पङ्क्तिं किञ्चित् परिवर्त्य लिखितवान् तर्हि पुनः पठामः. यावन्तः प्रत्ययः तत्र यावन्तः प्रत्ययः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अच् वर्णैः अथवा एभिः हल् वर्णैः, य र व म न त थ ध स. ओ अत्र य र व इत्युक्ते किमपि न भवति इति, न य र अस्ति चेत् किमपि न भवति. अनन्तरं व म न इत्येषां कृते भिन्न अत्र अधः सूत्राणि वक्ष्यमाणे सूत्रे पूर्णतया पठतु महोदय. अद्य एव अहं दृष्टवती. अथवा एभिः हल् वर्णैः य र व म न थ थ ध स, यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य र इत्येभिः हल् वर्णैः आरभ्यते तथा धातुः हलन्तः चेदपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति, यथा धा धातुः ददायोगः तः दद्योगः तः धत्तः. अपि च प्रत्ययः थ थ ध स इत्येभिः वर्णैः आरभ्यते तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते. व म न इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते. वक्ष्यमाणसूत्रैः लोपो व्योर्वलि छ्वोः षूडनुनासिके च राल्लोपः इति. क्षम्यतां, तर्हि यकार आदिचेत् आदि एतदि परे यकारादि चेत् किमपि कार्यं न भवति. अनन्तरं यत्र किन्तु यकारान्तपदमस्ति चेत् लोपो व्योर्वलि इति सूत्रस्य कार्यं भवति. यकारान्तं वा वकारान्तपदमस्ति चेत् धातुः अस्ति चेत् लोपो व्योर्वलि इत्यनेन वकारस्य बलिप्रत्याहारे परे बलिपरे यकारस्य वा वकारस्य वा लोपः भवति. अनन्तरं श्वोः चूडनुनासिके च इति सूत्रं पश्यामः चेत् तद् वदति यत्र चकारः वा वकारः अनुनासिके परे आं चकारान्तस्य वकारस्य च स्थाने शूट् आगमः भवति इति सूत्रं वदति. राल्लोपः वयं दृष्टवन्तः तत्रैव, राल्लोपः दृष्टवन्तः जलि परे चकारस्य वकारस्य लोपः भवति. अनुनासिके च इत्यस्य इत्यस्मात् एव अनुवृत्तिः आयाति खलु राल्लोपः. अनुनासिके परे षूडागमः भवति, किन्तु यदि जलि परे चेत् तर्हि राल्लोपः इति सूत्रस्य पाठयति. लकारान्तधातुः न भवति वा? प्रायः किमपि कार्यं न स्यात् इति मन्ये. लकारान्तधातुः वा द्रष्टव्यं महोदय. किं कुर्मः तर्हि गृहपाठरूपेण यत्र अनेके कार्यं तु जलिपरे एव भवति. क्षम्यतां, लकारान्तधातुः अस्ति खलु, तद् दृष्ट्वा आगच्छामः. यत्र य र व ल इति अनन्तरं दश सर् वयमभिः दृष्टं, रेपः अस्ति चेत् विसर्गः भवति दृष्टम्. तत् सर्वं दृष्टम्. इदानीं लोपोव्योर्वलि इत्यनेन यकार वकार अन्ते चेत् किं भवति इति अपि दृष्टं. केवलं लकारः एव तिष्ठति. अस्तु महोदय, तत् दृष्ट्वा आगच्छामः. व्यवस्थायाः सूत्रं लिखिष्यामि तर्हि अग्रिम सप्ताहे. अभ्यासं कुर्मः तर्हि अग्रे. सुब्रह्मण्य महोदय, अत्र प्रथमधातुः समासः. भगिनी, अत्र लोपोर्योवर्णि इत्र नास्ति न महोदय? अत्र अत्र सूत्र करपत्रे विस्तृतरूपेण न दृष्ट दत्तवान्. पूर्वम् अस्माभिः चर्चितम् आसीत्. पूर्वं चर्चितम् अस्तु भगिनि. तर्हि अत्र अभ्यासः भगिनि, अदादिगणे शास् इति धातुः अस्ति. इदानीं तु चिन्तनम् अत्र लङ्लकारस्य प्रथमपुरुषे एकवचने अपि च मध्यमपुरुषे एकवचने. अत्र प्रथमं तु अडागमः लङ्लुङ् ऋङ्क्षुडद्वाट्ट इत्यनेन अडागमः. आयोगः शास् योगः. इदानीं चिन्तयामि अत्र प्रथमं प्रथमपुरुष एकवचने प्राप्रत्ययः. अत्र हल्न्याभ्यो दीर्घासुतिस्य प्रोक्तं हल् इत्यनेन तप्रत्ययस्य लोपः. अशास् इति इदानीं तत्तु पदमस्ति. अपि च अत्र सकारान्तधातुः अपि अस्ति. इदानीं तिप्प्रत्ययः अस्ति अत्र तकारः. अतः तिप्यनस्तेः इत्यनेन सकारस्य स्थाने दकारः प्रथमम्. अतः अशाद्. अशाद् इदानीम् अत्र पदान्ते अस्ति. अतः झलां जशोन्ते इत्यनेन दकारः एव परिवर्तनं भवति. अपि च वावसाने इत्यनेन दकारस्य स्थाने तकारः. अतः रूपद्वयम् अशाद् अशात् प्रथमपुरुष एकवचने. मध्यमपुरुष एकवचने अत्र इदानीम् अशास् योगः सप्रत्ययस्य लोपः. इदानीम् अत्र तिप्यनस्तेः इत्यस्य कार्यं तु न भवति, परन्तु सिप्रत्ययः अस्ति सकारः. अतः अशास् इदानीं सिपि धातोरुर्वा इत्यनेन सकारस्य स्थाने ऋत्वम् एकपक्षे. यस्मिन् पक्षे ऋत्वं भवति इदानीम् अशायोगः रु अत्र अनुबन्धलोपानन्तरम् अत्र रेपः एव. खरवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः अशाः. अन्यस्मिन् पक्षे अत्र सकारस्य स्थाने अत्र झलां जशोन्ते इत्यनेन दकारः अशाद् इति रूपं भवति. दकारः अत्र पुनः किं भवति इत्युक्ते अत्र वावसाने इत्यनेन दकारः विकल्पेन तकारः अपि भवति. अतः रूपत्रयम् अशाः अशाद् अशात् मध्यमपुरुष एकवचनं. मणिमहोदय, भगिनी एकः प्रश्नः अस्ति. अत्र अशास् योगः त इत्यस्मिन् तिप्यनस्ति प्रथमं कार्यं करोति अशाद् इति भवति, अनन्तरं पुनः किमर्थं जलां जशोन्ति आगच्छति? इदानीं जलां जशोन्ते तु पूर्वसूत्रम् अस्ति. जलां जशोन्ते प्रबाद्य एव ससजिशोरुः प्रबाद्य तिप्यनस्ते. इति कृत्वा दकारः यदि आगच्छति तर्हि पुनः किमर्थं जलां जशन्ति? पूर्वसूत्रस्य कार्यं परसूत्रं द्रष्टुं शक्नोति खलु? प्रथमं कार्यं करोति, तथापि पूर्वसूत्रमिति कृत्वा पुनः अस्य अवकाशः अस्ति खलु? तर्हि अवकाशः अस्ति चेत् यथा महोदय वदति खलु, यत् वृष्टिः तु सर्वत्र पतति इति, तर्हि अत्रापि तद् एतद् कार्यं पूर्वसूत्रमिति कृत्वा परसूत्रस्य कार्यं पश्यति, क्षम्यतां, न पश्यति, न पश्यति खलु? कार्यासिद्धं कार्यासिद्धम् इति भवति इति कृत्वा तत्र किमर्थं जलां जशोति, कार्यं न करोति? सत्यं भगिनि, कार्यं न करोति तित्यनस्तेः जलां जशोन्ते प्रपाद्य ससजशुरुः. ससजशुरुः कः, कस्मिन् सूत्रसङ्ख्या का? तदपि परसूत्रमस्ति, जलां जशोन्ते इत्यस्य परम् आयाति द्वे, तद् प्रपाद्य प्रायः समीचीनं भगिनि. तर्हि पुनः तर्हि अवसाने तस्मिन् इत्यस्य संख्या क्या का? 8456 चतुर्थपादे अस्ति अवसाने. तर्हि पश्य तदपि परसूत्रं भवति खलु? तत् परसूत्रं तत्र तु कार्यं करोति, परसूत्रमस्ति इति कृत्वा कार्यं करोति, परन्तु जलां जशोन्ति तु पूर्वसूत्रमस्ति इति कृत्वा तत्र कार्यं न कार्यासिद्धम् अभवत् इति न करोति. भगिनि क्षम्यताम् एकनिमिषं, जलां जशोन्ति पुनः पश्यामि. 8239 जलां जशोन्ति. जलां दृश्यसि इति चतुर्थाध्याये, जलां दृश्यन्ते इति द्वितीयपादस्य अहं भगिनि तर्हि न का. तर्हि जलां दृश्यसि इति कार्यं कर्तुं शक्नोति खलु, यद्यपि तकारस्य लोपः जातः चिन्तयामः, अपदान्ते एव कार्यं करोति, पदान्ते न. किम् अस्माकं स्टाप् प्रत्ययः अस्ति खलु, तर्हि चिन्तयामः चेत् केवलं चिन्तनार्थं तृतीयस्ते पदान्तकार्यम् अस्ति, तर्हि प्रथमं तु जलां जशन्ति इत्येन दकारः आयाति, तर्हि तृतीयस्तेः इत्यस्य कार्यं न भवति इति कृत्वा अपवादत्वेन बलवत् भवति. तर्हि पदान्तकार्यं यत्र सञ्जातं तर्हि पदान्ते इत्येव स्वीकर्तुं शक्नुमः. तर्हि अस्तु भगिनि, अवगच्छामि. तर्हि द्रष्टुं न भवति भगिनि, यथा भगिनी उक्तवती अत्र जलां जशुवन्ति इत्यनेन जष्टुं न भवति. अनन्तरं जलां जशोन्ते इत्यनेन दकारः तिष्ठति इति तु न उक्तं, प्रायः अस्तु. तर्हि चर्त्वमेव भवति, अशाक् इति भवति अत्र दकारः, अनन्तरं वावसाने इत्यनेन तकारः, जलां जशोन्ते इत्यस्य प्रसक्तिः नास्ति इदानीम् अत्र. धन्यवादः भगिनि, धन्यवादः भगिनि, भवत्याः चिन्तनं कियत्पर्यन्तं गच्छति? अहं चिन्तयामि यदि वयं सूत्रसङ्ख्या, यदि वयं एकसोपानं वदामः तत्र सूत्रसङ्ख्या अपि वदामः चेत् तत्र अहं पश्यामः पूर्वसूत्रमस्ति वा परसूत्रमस्ति वा इति, यदि वयं लिखामः तर्हि तादृशं कुर्मः. सत्यं, प्रयत्नः करन् तादृशप्रयत्नः करणीयः खलु, सूत्रसङ्ख्यामपि दृष्ट्वा लेखनं भवति. अहं तु अद्य किञ्चित् लिखितवती, किन्तु सूत्रसङ्ख्या न लिखितवती इति कृत्वा अन्ते तु दृष्ट्वं चर्त्वम् इति नितरां कुर्मः इति कृत्वा तस्मिन् विषये चिन्तनमेव न गतं. धन्यवादः भगिनी. मणिमहोदय अग्रिम वदामि. वच् धातु लङ्लकारे अवच् इति रूपं भवति. योग हल्याभिवदीगात् उक्तं सुदिशा प्रक्तं हल् इति सूत्रेण तकारः लोपो भवति. अतः अवच् इति पदम् अङ्गम् अत्र अकुः इति सूत्रं कार्यं करोति. चवर्गस्य ककारस्य अबक् इति रूपं जलां दृश्यन्ते इति सूत्रेण अवग् इति अपि वावसाने इति सूत्रेण अवक् इति रूपं भवति महोदय. अनन्तरम् अत्र वृश्च सूत्रं कार्यं करोति वा महोदय? पुनः महोदय एषः धातुः अस्ति वा तस्मिन्? नास्ति नास्ति. अत्र चकारस्य अधः कार्यं करोति वा न वा सन्देहः अस्ति. चकारः महाप्राणचकारः नास्ति खलु, अल्पप्राणचकारः अस्ति अत्र वच्यति. अत्र अवक् अवक् अवक् अवक् इति रूपद्वय सकारे परे अपि स्थिति परे अपि समानं खलु लङ्लकारे. भगिनि डिज् धातुः अमृज् इति लङ् रूपम्. अमृज् योगः तकारः. प्रथमं मृजेर्वृद्धिः इति सूत्रेण मृज् धातोः अङ्गस्य इकः वर्णस्य वृद्धिः भवति. अमार्ज् इति रूपं भवति. अमार्ज् योगः तकारः. हल्ङ्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः भूत्वा अमार्ज् इति पदसंज्ञा प्राप्नोति इदानीम्. अमार्ज् इति संयोगः अस्ति पदान्ते. संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति. तत् प्रबाद्य रात्सस्य सूत्रम् आगत्य तस्य जकारस्य लोपः बाधितः भवति. इत्युक्ते जकारस्य लोपः न भवति, अमार्ज् इति तिष्ठति. इदानीं मृज् धातुः तु व्रश्च भ्रश्च सृज मृज यजराज तत्र मृज इति धातुः अस्ति. अतः अन्तिमजकारस्य स्थाने षकारादेशः भूत्वा अमाश् इति भवति. अमाश् इति भवति. अनन्तरं जलां जशोन्ते इति सूत्रेण षकारः मूर्धन्यः, तस्य अमार्द् इति जश् आदेशः भवति इति जलां जशोन्ते. अनन्तरं वा अवसाने इति सूत्रेण चर्त्वम् अमार्ट् अमार्ड् अमार्ट् इति रूपद्वयम्. अस्तु भगिनि, अत्र कार्यं करोति वा ब्रश ब्रश इति अनन्तरं जलां सूत्रसङ्ख्या च परसूत्रम् इति कृत्वा कार्यं करोति खलु? अस्तु भगिनि. तर्हि रूपद्वयं भवति. अस्तु अग्रे विद्या भगिनी. संस्थिति अस्ति अत्र यथा महोदयेन प्रदर्शितवान् तत्र अनुस्वारः नास्ति. इदानीं नकारः एव अस्ति. संस्थ इति असंस्थ इति अस्ति. असंस्थ योगः त प्रथमं हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः पदमपि अभवत् असंस्थ इति. अत्र नकारसकारतकारयोः तकाराणां संयोगः अस्ति. सकारतकारः संयोगः पदान्ते अस्ति इति कृत्वा तत्र संयोगान्तस्य लोपः इति प्रथमम् आगच्छति. तं सूत्रं प्रबाद्य स्कोः संयोगाद्योरान्ते च इति सूत्रम् आगच्छति. तेन सूत्रेण प्रथमसकारस्य एव लोपः इति कृत्वा असन्त् इति भवति. इदानीं नकारतकारस्य संयोगः अस्ति, संयोगान्तस्य लोपः इति सूत्रम् आगच्छति. पुनः तकारस्य अन्तिमतकारस्य लोपः भवति, असन् इति रूपम् अस्ति. असन् योगः स, तत्रापि समानकार्यम्, अन्तिमरूपम् अस्ति असन्. भगिनि एकः प्रश्नः अस्ति. संयोगात् संयोगातस्य लोप, तत् कार्यं केवलं यदि एक हलवर्ण धातु तिष्ठति तत्पर्यन्तं भवति? आं भगिनि, सर्वदा भवति. अस्तु अस्तु. किन्तु यत्र रेफः उपादायम् अस्ति चेत् सकारः अस्ति चेदेव रूपः भवति, अन्येषां वर्णानां लोपः न भवति, तस्मिन् समये संयोगः भवति पदान्ते. यत्र रेफः उपादायम् अस्ति चेत् तत्र रात्र चेत् अन्येषां सर्वेषां संयोगान्तानां लोपः भवति एव, एकमेव हल् वर्णः तिष्ठति अन्ते. अत्र दुः न दुः धातु, दुः धातुः हकार हवर्ग धातुः. अत्र दुः अदुः अदुः अस्ति गुणकार्यं गुणकार्यं करोति, अधोः आयाति न अदो अदो दुः तु अधोः आयाति न भगिनि? क्षम्यतां, म्यूट् मध्ये आसम्. सत्यं भगिनि, सत्यम्. अधोः योगः तलोपः हल्याभ्यो दीर्घस्य प्रोक्तः हल् इति सूत्रेण अलोह् इति अङ्गम्. अत्र होडः इत्यनेन हस्ताने डकारः आयाति, तत्तु अदोड् इति आयाति, मूर्धन्य डकारः आयाति. जलां जशोन्ते इत्यनेन अलोड् अल्पप्राण डकारः आयाति. वावसाने इत्यनेन चर्त्वं कृत्वा अलोट् टकारः आयाति, अदोट् अदोट् अदोट् आयाति, अदोट्. न न न, अस्माकं दादे दुः इति कार्यं करोति, दकारादिः अस्ति खलु, दकारादिधातुः अस्ति खलु, तर्हि दकारादि अस्ति चेत् विशिष्टकार्यमस्ति होडः इति प्रबाद्य विशिष्ट अन्यकार्यं कृतं कार्यं करोति. नायाति दकारादि चेत् आदौ दकारः अस्ति, दकारः अस्ति न अदोड्, न न प्रथममेव प्रथमसोपाने एव अदोः इति अस्ति खलु, आदौ अधोः इति गुणकार्यं भूत्वा अधोः इति अभवत्, तर्हि खोडः प्रभाद्य अन्यत् सूत्रम् आयाति. अत्र नास्ति, अत्र किं दादेव दातो गः इति सूत्रम्. ओ दकारः अस्ति, अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि, तत्तु अधोग् तत्र तथैव कार्यं करोति. दधास् एकनिमिष भगिनि, दधास् किं किं कः अस्ति, गकारः भवति हकारस्य स्थाने, दकारादि धातुः अस्ति चेत् हकारस्य स्थाने गकारः भवति. गकार अदोग् अस्तु कुत्र अस्ति भगिनि कुत्र दातोर्ग तत्र गकारः आयाति तत्तु अधोग् आयाति. धन्यवादः भगिनि. एकाचो वर्षो वर्ष न तत् नायाति बषः आदेश बष् जषन्तस्य स्तोः इत्यनेन बषः बषादेशः अधोग् इति अधोग् इति न अधोग् अधोग् तु अधोग् धकारस्य महाप्राणः महाप्राणः घकारस्य तु महाप्राणः महाप्राणघकारः अधोग् इति आयाति. अनन्तरं जष्टुं चष्टं जष्टुं चष्टम् इत्यनेन अधोग् अधोग् अधोग् अधोग् अधोग् तर्हि अधोग् हि आयाति अधोग् जष्टं गकारः अल्पप्राणगकारः आयाति तत्तु अधोग् वावसाने इत्यनेन अधोग् महाप्राण गकारः कवर् ओ अधोक् अधोक् आयाति न अधोक् आयाति न अधोक् अधोक् आयाति. धन्यवादः. विद् दकारान्तधातुः अस्ति प्रथमं लङ्लकारे अविद् भवति अडागमः भवति तदनन्तरं पुगन्तलघुपद इति सूत्रेण इकार उपाधायम् अस्ति तस्य गुणं भवति वेद् इति भवति. इदानीं यदि सकार सकार अस्ति तस्य लाङ्गोभ्यो इति सूत्रस्य प्रक्तम्पल् इत्यनेन तस्य लोपः भवति. यदि वेद् अस्ति अवेद् अस्ति तस्य अनन्तरं तश्च इति सूत्रेण धातो दकारस्य स्थाने लो आदेश भवति सिपि परे तत्र विकल्पेन भवति एकपक्षे लो आगच्छति तस्य अनन्तरं उपदेश अनुनासिके उकारस्य रूपं भवति रकार खर्वसादयो विसर्जनी अत्यन्तं रकारस्य लोपः भवति इति विसर्ग आगच्छति विसर्ग अव्येः अव्येः इति भवति विकल्पेन अवेद् इति जत्वम् अस्ति तस्य चत्वं भूत्वा वावसाने इति सूत्रेण दकारस्य स्थाने तकार आगच्छति. त्रीणि रूपाणि सन्ति अवेद् अवेद् अवेः सिपि परे त्रीणि रूपाणि सिपि परे रूपद्वयेद् अवेद् अवेद् अवेद् धन्यवादः. हन् इति धातुः तत्र नकारान्तः अस्ति अतः किमपि कार्यं न भवति. अहन् इति लङ्रूपं प्राप्नोति तिपिपरे सिपिपरे हल्न्याभ्यो दीर्घसदृश्य कृतं हल् इत्यनेन तकारस्य सकारस्य लोपः भवति अहन् इत्येव रूपं तिष्ठति. तदनन्तरं वश् इति धातुः तत्र अवश् इति आडागमानन्तरं रूपं भवति हल्न्याभ्यर्थिकृतं हल् इत्यनेन तकारसकारलोपः भवति. इदानीं शकारान्तपदं निष्पन्नं तत्र तु भ्रश्च भ्रश्च सृज मृज यज राजभ्रजश्चशाम् इति शः इति सूत्रेण शकारान्तस्य शकारादेशः भवति अवश् इति रूपं प्राप्नोति. तदनन्तरं जलां जशोन्ते इत्यनेन जष्पं भूत्वा डकारादेशः मूर्धडकारादेशः भवति अवड् इति एकं रूपम् अपि च वावसाने इत्यनेन अवट् इति द्वितीयरूपं विकल्पेन. धन्यवादः। अग्रे अस्ति द्विष् इति रूपम्, अद्विष् योगः तकारः प्रथमं पुगन्तलघुपदस्य कारणेन तत्र अद्वेष् इति भवति, अद्वेष् योगः तकारः अस्ति। इदानीम् अहल्याभिवृद्धिः कृतं हल् कारणेन तत्र तकारस्य लोप तकारः लुप्यते, अपि च अद्वेष् इति पदसंज्ञां प्राप्नोति। अद्वेष् इदानीं शकारान्तपदमस्ति, धातुसंज्ञा अपि तिष्ठति तत्र, तर्हि तत्र शकारान्तः अस्ति, अन्ते झलां जशोन्ते कारणेन तत्र मूर्धन्य। तस्मात् पूर्वम् अन्यत् कार्यमस्ति, अहं ध्वनिमुद्रं ध्वनिमुद्रं श्रुतवती, एतद् न उक्तं, किन्तु भिन्नसूत्रं सूत्रस्य प्रसक्तिः अपि अस्ति, प्रायः स्यात् इति मम चिन्तनम्। अद्वेष् इदानीं वा? अद्वेष् हा आम् आम्, अद्वेष् इति स्थितौ अहं चिन्तितवती, त्रि फोर् इति अस्ति खलु अत्र, एकाचो वशो दशन्तस्य दशन्तम् अस्ति। आम्, परन्तु शकारः तु चतुर्थः नास्ति किल, तद् तत् झष् इति प्रत्याहारे शसर् अन्ते एव आयाति किल। अस्तु भगिनि, शकारः कुत्र, ओ अस्तु अस्तु, केवलं चतुर्थवर्णः एव अस्ति। अस्तु भगिनि, अन्ते आयाति, तर्हि अद्वेष् इदानीं शकारान्तः एव अस्ति, तर्हि जलां जशोन्ति कारणेन तत्र मूर्धन्य डकारः आयाति, तर्हि अद्वेड् इति भवति। इदानीं वावसाने कारणेन चत्वादेशः भूत्वा अद्वेट्, तर्हि अद्वेड् अद्वेट् इति रूपद्वयम्। इदानीं धातुः अस्ति देह्, लङ्लकारस्य अदेह् योगः तप्रत्ययः। इदानीम् अत्र तप्रत्ययस्य लोपः अल्ञाभ्यो दीर्घात् सुतिश्च पुक्तं हल् इत्यनेन अदेह्। इदानीम् एतत्तु दकारादिधातुः अस्ति, अतः दादे धातोर्घः इत्यनेन हकारस्य स्थाने घकारः। एकनिमिषः भगिनि, अदिः अस्ति, अदिः योगः तप्रत्ययः, प्रथमम् अत्र त इति तिप् अस्ति, अतः पुगन्तलघुपदस्य इत्यनेन अदेः योगः त भवति। अनन्तरं तकारस्य लोपः हल्न्याभ्यो दीर्घासुतिश्च पुक्तं हल् इत्यनेन अदेः। इदानीं दकारादिधातुः, अतः दादेर्धातोर्घः इत्यनेन अकारस्य स्थाने घकारः, अदेघ् इति भवति। इदानीम् अत्र दकारः बश् प्रत्याहारे अस्ति, घकारः झषन्तः झष् अस्ति, अतः झषन्तधातुः अपि अस्ति, अतः अत्र एकाच् अपि अस्ति, अतः एकाचो बशो भष् झषन्तस्य। इदानीं तकारः तु तकारस्य विषये तु एतत् न भवति, सकारादिप्रत्यय अस्ति चेदेव एतद् भवति, अतः तकारविषये अत्र अदोघ् इति यदा भवति अत्र, इदानीम् अत्र अदोघ् एकनिमिषः भगिनि, एकाचो भशोभश्चषन्तस्य भोः एकवारम् अत्र अनुवृत्ति दृष्ट्वा वदामि भगिनि, एकनिमिषः क्षम्यताम्। पदस्य अन्ते अपि अस्ति, अतः तस्य कार्यमपि अत्र अस्ति, अतः अत्र यः दकारः अस्ति, यद्यपि अत्र तप्रत्ययः अस्ति, पदान्ते तस्य कार्यं भवति कृत्वा अत्र दकारस्य धकारः भवति, अधोघ् इति रूपं भवति. इदानीम् अत्र घकारस्य अत्र झलां जशोन्ते इत्यनेन घकारस्य गकारः अधोग् अपि च वावसाने इत्यनेन अत्र गकारस्य ककारः अतः अधोग् एकारः क्षम्यतां भगिनि, किञ्चित् अधेग् अधेग् अपि च अधेक् रूपद्वयं तथा एव अत्र सप्रत्यय परः अस्ति चेदपि एतदेव कार्यम् अत्र अपि. क्षम्यतां भगिनि, क्षम्यताम्, अत्र किञ्चित् मम भ्रमः जातः. सस्तातु प्रथमवर्षे एकवचने एकसूत्रं कार्यं करोति, मध्यवर्षे एकवचने अपि अन्यसूत्रं कार्यं करोति. सस्तातु तिप्नस्योः प्रथमवर्षे एकवचने तिप्नस्योः ते कार्यं करोति, अतः लङ्लकारे असस् इति रूपं योगत् अल्यापदिगत् इति सूत्रेण तकारं लोपं भवति असस् इति. अत्र दीपनस्य सूत्रेण सकारस्य स्थाने दकार आदेशः, अतः असद् इति रूपं भवति. अनन्तरं वावसाने इति सूत्रेण असत् इति अपि कार्यं पदं भवति महोदय. देन् एकवचने असस् इति रूपम् अत्र चिपि सिपिपरे रुवा वा सूत्रं करोति महोदय. चिपि धातो रुवा इति कार्यं करोति, अतः असरु इति रूपम् आगच्छति. अत्र उकारहम् इति सम्यक् भवति, लोपहमपि असर् इति आगच्छति. कर्वसनविसर्जने इति सूत्रेण असः इति रूपम् आगच्छति, अतः असद् असत् असः इति त्रीणि रूपाणि प्रथमवर्षे धन्यवादः. किं तर्हि यथा भगिनी द्वितीया भगिनी उक्तवती अत्र तिप्यनस्थेः अनन्तरं यत्र तिपि परे असद् इति तु तिप्यनस्थेः इति कारणेन, किन्तु सिपि परे असद् इति रूपं जलां दृशन्ति इति कारणेन सामान्यसूत्रं. तर्हि यत्र सिपि धातुरूर्व कार्यं न करोति एकत्र अस्ति एकपक्षमस्ति परे, तर्हि जलांशन्ति सामान्यसूत्रमस्ति, तर्हि तस्य कार्यं अन्यपक्षे कार्यं कर्तव्यं. विकल्पेन जलं जसन्ति इति सत्यं महोदय, सत्यं. धन्यवादः, धन्यवादः. रामप्रिय भगिनी अस्तु. आम्, चकास् इति किल भगिनि, चकास् अपि समानकार्यमेव. अचकास् योगः तकारः, अल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रेण तकारलोपः. तिप्यनस्तेः सकारान्तधातुः, तिप्यनस्तेः इति सूत्रेण अचकास् इति पदस्य अन्तिमसकारस्य दकारादेशः भवति. अचकात् वा अवसाने इति सूत्रेण अचकात् इति तिपि परे. सिपि परे तु हल्ङ्याभ्यो दीर्घ सितिस्य पृत्तं हल् इति सूत्रेण सकारलोपः. अचकास् अत्र सिपि धातोरूर्वा इति सूत्रेण रु आदेशः भवति अचकारु. अनन्तरं करवसानियोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गादेशः अचकाः. अत्र जलां जशोन्ते कार्यं करोति अचकाद् वावसाने अचकात् अचकाः अचकात् अचकात् इति रूपत्रयं सिपि परे. अग्रिमं विद्या भगिनी अन्तिमधातु लिह् अलिह् योगः त इदानीं त अलिह् उपधायाम् इकारः प्रथमं गुणकार्यं पुगन्तलघुपदस्य च इत्यनेन अलेह् योगः त हकारान्तधातुः इति कृत्वा होडः इति पदान्ते कार्यं करोति हकारस्य डकारादेशः अलेड् इति भवति. अनन्तरं जलां जशोन्ते इत्यनेन टवर्गस्य तृतीयवर्णः डकारः अलेड्. अनन्तरं वा अवसाने इत्यनेन अलेट् अथवा अलेड् इति रूपद्वयं तथैव अलिह् योगः स तत्रापि रूपद्वयं भवति. धन्यवादः भगिनि. अत्र लकारान्तधातुः अस्ति महोदय, अहं इल् इति धातुः दृष्टवती, इकारः अनन्तरं लकारः इति स्वप्नक्षेपणयोः इति अर्थे सुधादिगणे अस्ति, तर्हि तत्र तु लङ्लकारे अकारः मध्ये यदि उत्तरणप्रत्ययः स्वीकृतः तादृश हलन्तधातुः न स्वीकर्तुं शक्नोति, किन्तु यङ्लुकि प्रायः भवति मन्ये. तर्हि महोदय पृच्छामः इल् इति धातुः इल् इकारः लकारः इलति इलतः इलन्ति इति पदे. तर्हि वयं केवलम् अदादिगणे भवेत् वा नो चेत् जुहोद्यादिगणे रुदादिगणे एव लकारान्तानाम् अन्वेषणं करणीयम्. नो चेत् आं नो चेत् विकरणप्रत्ययाः भवन्ति. धन्यवादः. तर्हि अग्रे प्रश्नः किमपि नास्ति चेत् भवन्तः एव उत्तराणि दत्तवन्तः, तर्हि मम कापि क्लेशः अभवत्. तर्हि महोदयस्य कृते प्रश्नः किमपि नास्ति खलु अद्यतन. तर्हि विरमामः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनी. धन्यवादः.